पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 138 महादेव उवाच गणतीर्थं तदोगच्छेत्तीर्थयात्रापरायणः त्रिविष्टपमिति प्रोक्तं गणैस्तु चन्दनातडे त्रिविष्टपे नरस्नात्वा पूर्णमास्यां समाहितः संशयो नात्र कर्तव्यो मुच्यते ब्रह्महत्यया चतुरो वार्षिकान्मासान् स्थितिर्यस्य त्रिविष्टपे सोऽपि पुण्यो महाभागे रुद्रलोके महीयते गणतीर्थे नरस्नात्वा कृष्णाष्टम्यामुपोषितः बकुलासङ्गमे स्नात्वा स्वर्गं गच्छति मानवः तस्मिंस्तीर्थे नरस्नात्वा बकुलेशं विलोक्य च गणेश्वरप्रसादेन गणपत्यमवाप्नुयाद इदं पवित्रं परमं पुण्यायुष्य विवर्धनं श्रुत्वा दुलभदे पुण्यं गङ्गास्नानसमं नरः अत्र स्थित्वा निराहारो जितेन्द्रियसमाहितः जपत्येवं परं देवं गणेश्वरं मनोरमं सम्प्राप्नोत्यखिलान् भोगान् सत्यं सत्यं वरानने अत्र राजा सोमवंशी विश्वदत्तः स वीर्यवान् तेन तपोमहत्तप्तं बहुकालं सुरेश्वरी गणपत्यं तदा प्राप्तं श्रीगणेशप्रसादतः वसिष्ठो वामदेवश्च होढकौशीतको मुनिः भरद्वाजोऽङ्गिराश्चैव विश्वामित्रोऽथवामनः एते वै मुनयः सर्वे पुण्यरूपा महेश्वरि नित्यं सेवां प्रकुर्वन्ति श्रीगणेशप्रसादतः अपुत्रो लभते पुत्रान् निर्धनो लभते धनम् अविद्यो लभते विद्यां मोक्षार्थी मोक्षमाप्नुयाद किमन्यद्बहुनोक्तेन भूयो भूयो वरानने योऽत्र स्नानं प्रकुर्वीद पूजनं वा करोति च सर्वपापविनिर्मुक्तो यादि विष्णोः परं पदं शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे नान्तरं देवि पश्यामि श्रीविष्णोश्च प्रसादः इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे बकुलासङ्गमे गणतीर्थं नामाष्टत्रिंशाधिकशततमोऽध्यायः ॐ